पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 76 ईश्वर उवाच अत्र शिशुपालं निहतं श्रुत्वा दन्तवक्त्र कृष्णेन योद्धुं मधुरामाजगाम कृष्णस्तु तच्छ्रुत्वा रथमारुह्यतेन सह मधुरामाययौ अददं हत्वा यमुनामुत्तील्य नन्दव्रजं गत्वा पितरावपि वाद्याश्वास्य ताभ्यामालिङ्गितः सकलगोपवृद्धान् परिष्वज्य तानाश्वास्य बहुवस्त्राभरणादिभिस्तत्रस्तान् सर्वान् सन्दर्पयामास कालिन्द्यापुलिने रम्ये पुण्यवृक्षसमाकीर्णे गोपस्त्रीभिरहर्निशं क्रीडासुखेन त्रिरात्रं तत्र समुवास तत्र स्थले नन्दगोपादय सर्वे जना पुत्रदारसहिताः पशुपक्षिमृगादयोऽपि वासुदेवप्रसादेन दिव्यरूपधरा विमान समारूढाः परमं लोकं वैकुण्ठमवापुः श्रीकृष्णस्तु नन्दकोपव्रजौकसां सर्वेषां निरामयं स्वपदं दत्त्वा देवगणैः स्तूयमानः श्रीमतीं द्वारावतीं विवेश तत्र वासु देवोग्रसेन सङ्घर्षणप्रद्युम्नानि रुद्धा क्रूरादिभिः प्रत्यहं सम्पूजितषोडशसहस्राष्टाधिकमहिषिभिश्च विश्वरूपधरो दिव्यरत्नमयलता गृहान्तरेषु सुरतरुकुसुमार्चितश्लष्णतरपर्यङ्गेषु रमयामास एवं हितार्थाय सर्वदेवानां समस्तभूभारविनाशाय यदुवंशेवतीर्य सकलराक्षसविनाशं कृतमहान्तमुर्विभारं नाशयित्वा नन्दव्रजद्वारिका वासिनस्तावर जङ्गमान् भव बन्धनान्मोचयित्वा परमे शाश्वते योगिध्येये रम्ये धाम्नि संस्थाप्य नित्यं दिव्य महिष्यादिभिः संसेव्यमानो वासु देवोऽखिलेषु वाच असीदव्याकृतं ब्रह्मकरकाकृतयोरिव प्रकृतिस्थो गुणान्मुक्तो द्रवीभूत्वा दिवं गतः इति श्रीपद्मपुराणे पादालखण्डे वृन्दावनमाहात्म्ये पार्वतीशिवसंवादे षट्सप्ततितमोऽध्यायः ॐ